नमस्कारः. अद्यतन व्याकरणवर्गे चिन्तनवर्गे विषयः अस्ति धातोः हल् सन्धिः इति. अत्र वयं गतसप्ताहे संयोगान्तस्य विषये किञ्चित् चर्चितवन्तः, अपि च केचन कानिचन उदाहरणानि अपि दृष्टवन्तः. अद्य किं कुर्मः इत्युक्ते, यथा महोदयः गतवर्गे कृतवान् तथा एव, अत्र प्रथमं किञ्चित् पुनस्मरणरूपेण अत्र किमस्ति, अत्र यत्र छकारान्त वा वकारान्तधातुः अस्ति तस्मात् पूर्वं रेपः अस्ति, तर्हि किं भवति इति एकवारं पुनस्मरणं कृत्वा अग्रे गमिष्यामः. अत्र वयं धातुः दृष्टवन्तः, धातुं दृष्टवन्तः, अजोहुर्च् योगः प्रत्ययः धातुः अस्ति, लङ्लकारस्य प्रथमपुरुष एकवचने अजोहुर्च् योगः त इति. अत्र किं भवति इति इदानीं रामप्रिया भगिनी भवती आरम्भं करोति वा? आम् अजोहुर्च् योगः तकारः इति स्थितिः, पित् अस्ति, संयोगः अस्ति, इदानीम् अपदान्ते अस्ति, तस्य तु प्रसक्तिः राल्लोपः इति सूत्रस्य प्रसक्तिः अस्ति. प्रथमं तु यदा संयोगः अस्ति चेत् संयोगान्तस्य लोपः इत्यस्यापि प्रसक्तिः, उपधायाञ्च इति सूत्रस्यापि प्रसक्तिः आसीत्, परन्तु तत् प्रबाद्य राल्लोपः इति सूत्रं कार्यं करोति. राल्लोपः यदा कार्यं करोति चेत् चकारस्य लोपः भवति. भगिनि अत्र एव कथं वा अत्र संयोगान्तस्य लोपः अपि च उपधायाञ्च द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति अपि एकवारं संयोगान्तस्य लोपः इति सूत्रं पदान्ते कार्यं करोति. यदा वयं रेपचकारतकारयोः संयोगः इति स्वीकुर्मः चेत् द्वयोः एव चकारतकारयोः संयोगः अस्ति इति स्वीकुर्मः चेत् तस्य प्रसक्तिः अस्ति, संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः अस्ति. उपधायाञ्च वदति यत् धातूनाम् उपधायां रेपवकारौ हल् परौ, तस्मात् पूर्वं यदा इक् वर्णः अस्ति चेत् तस्य दीर्घादेशो भवति इति. अतः अत्र धातूनाम् उपधायां रेपः अस्ति, अल्परौ अस्ति, उपधायाम् इक् वर्णः अस्ति, अतः तस्य सूत्रस्यापि, उपधायाञ्च इति सूत्रस्यापि प्रसक्तिः अस्ति. परन्तु किमर्थं कार्यं न करोति इत्युक्ते, अष्टम अध्यायस्य द्वितीयपादे अस्ति संयोगान्तस्य लोपः उपधायाञ्च अस्ति, परन्तु राल्लोपः तु षष्टम अध्याये अस्ति. अत्र त्रिपादीसूत्रम् एतद् संयोगान्तस्य लोपः उपधायाञ्च इति कारणात् पूर्वत्र सिद्धम् इति कारणेन राल्लोपः कार्यं करोति. अन्यकार्यमपि अन्यकारणमपि अस्ति, एतत्तु अङ्गकार्यम् अस्ति राल्लोपः इति सूत्रे, अङ्गकार्यत्वात् अनन्तरं एतत् द्वयोः सूत्रम् अष्टाध्याये अस्ति इति शास्त्रसिद्धं भवति इत्यत्वात् राल्लोपः एव अत्र कार्यं करोति. बहु समीचीनं भगिनि, अग्रे अपि वदति वा किञ्चित्? इदानीम् अत्र अजुहुर् योगः तकारः, चकारस्य लोपः राल्लोपः इति सूत्रेण अभवत्, अजोहुर् योगः तकारः. इदानीं पित् अस्ति, अतः गुणस्य प्रसक्तिः अस्ति, उपधायां गुण इक् वर्णः अस्ति, अतः पुगन्धलघुपदस्य च इति सूत्रेण गुणः भवति. अजोहोर् योगः तकारः तप्रत्ययः. हल्ङ्याभ्यो दीर्घाचितिस्य पृष्टं हल् इति सूत्रेण एकनिमिषः भगिनि, एकनिमिषः भगिनि, अत्र यदा अजोहुर् योगः त इति अस्ति, अत्र पुगन्तलघुपथस्य च अपि अन्यत् सूत्रस्य प्रसक्तिः अस्ति वा? अन्यसूत्रस्य यदा अजोहुर् योगः त अस्ति, रेपः अन्ते अस्ति इति कृत्वा अपदान्तरेपः हली च इति सूत्रस्य विषये वा? रेपान्तानां वकारान्तानां धातूनाम् उपधायां सेपः इक् वर्णः दीर्घः भवति हलीपरे. अत्र तादृशस्थितिः अस्ति वा इदानीं हली च इत्यस्य प्रसक्तिः? अजोहुर् योगः तकारः इति स्थितौ रेपान्त रेपान्त परन्तु एतत्तु रेपान्तधातुः नास्ति. इदानीं तु धातुसंज्ञा अस्ति किल अजोहुर् इति, परन्तु एतदपि अष्टम अध्यायस्य द्वितीयपादे अस्ति हली च. सुगन्तलघुपदस्य च षष्ठम अध्याये अस्ति, तत्रापि एतदेव कार्यं भवति किल यदा शास्त्रसिद्धम् इति. परन्तु प्रसक्तिः अस्ति वा इति तादृशम् अस्ति अस्ति. रेपान्तवकारान्तधातुः अस्ति, उपधायाम् इक् वर्णः अस्ति, प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति यदा पूर्वं भवति अत्रापि शास्त्रसिद्धम् अस्ति. अजोहोर् इति भवति, अजोहोर् योगः तकारः. हल्ङ्याभ्यो दीर्घाचितिस्य पृक्तं हल् इति सूत्रेण तकारस्य लोपः अजोहोर् इति. इदानीम् अवसानावस्थायां रेपः अस्ति इति कृत्वा करवसानयोर्विसर्जनीयः इति सूत्रेण अजोहोः इति रूपम्. बहु समीचीनं भगिनि. इदानीमत्र विद्याभगिनी भवति. नमस्कारः भगिनि महोदय. अन्य कोऽपि अस्ति वा? अस्तु विद्याभगिनी भवती इदानीम् अत्र अतोत्तुर्व् इत्यस्य करोति वा? अतोत्तुर्व् योगः त महोदय अस्तु भगिनि, धन्यवादः. अतोत्तुर्वियोगः त इति प्रत्ययः अत्र इदानीं तत्र वकारान्तधातुः, तस्मात् प्राक् रेपः अस्ति. तर्हि इदानीम् अत्र रालोपः इति सूत्रस्य प्रसक्तिः अस्ति. अनन्तरं यथा पूर्वम् अत्रापि रेपवकारतकारत्रयाणां संयोगः अस्ति, परन्तु वकारतकारयोः संयोगः पदान्ते अस्ति, संयोगान्तस्य लोपः इत्यस्य अपि प्रसक्तिः. अनन्तरम् अत्र उपधायां च इत्यस्य अपि प्रसक्तिः अस्ति. उपधायां रेपः, अनन्तरं हल् वर्णः, रेपात् प्राक् इक् वर्णः, उपधायां च इत्यस्य अपि प्रसक्तिः अस्ति. अत्र रालोपः इति अङ्गकार्यम्, उपधायां च अपि च संयोगान्तस्य लोपः, सूत्रद्वयमपि त्रिपादीसूत्रं. तर्हि सूत्रद्वयमपि शास्त्रसिद्धं. तर्हि रालोपः अङ्गकार्यम् इति कृत्वा तस्य एव कार्यमत्र. वस्तुतः अत्र रालोपः इति सूत्रात् प्राक् एव तत्र चोः शूडनासिके च इति सूत्रस्यापि प्रसक्तिः अस्ति. किमर्थम् इत्युक्ते तत्र वकारः अस्ति, वकारस्य स्थाने ऊट् आदेशः भवितुम् अर्हति, परन्तु अत्र रालोपः चोः शूडनासिके द्वयोः सूत्रयोः युगपत् प्रसक्तिः, परन्तु रालोपः चोषुडनासिके च इत्यस्य अपवादसूत्रं. किमर्थमित्युक्ते अत्र विशिष्टस्थितिः रेपस्य अनन्तरं वकारः इति कृत्वा अत्र रालोपः अन्ततो गत्वा रालोपः इत्यस्य एव कार्यं. तत्र वकारस्य लोपः भवति, अतोतुर् योगः त इति अस्ति. इदानीम् अत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः, अपि च रेपः अनन्तरं तकारः पदान्ते संयोगान्तस्य लोपः इत्यस्यापि इत्यस्य प्रसक्तिः अस्ति, परन्तु रेपस्य अनन्तरं तकारः अस्ति इति कृत्वा तत्र रात्सस्य इति सूत्रम् अत्र नियमयति. तर्हि तत्र संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अत्र अत्र कार्यं न भवति, रात्सस्य इत्यनेन बाधितं. तर्हि अत्र अन्ततो गत्वा अत्र पुगन्तलघुपदस्य च इत्यस्यैव कार्यं. यदि संयोगान्तस्य लोपः इति प्रसक्तिः आसीत् चेदपि तत्र कार्यं न भवति शास्त्रसिद्धम् इति कृत्वा. तर्हि अत्र पुगन्तलघुपदस्य च इत्यनेन अतोतोर् योगः त इति अस्ति. इदानीम् अत्र रेपान् पुग् हल्नियाभ्यो दीर्घासुतिस्य प्रयुक्तं हल् इत्यनेन त इति प्रत्ययस्य लोपः अतोतोर्. इदानीं तत्र पदं जातं, तर्हि अत्र रेपः अन्ते अस्ति, करवसानयो विसर्जनीयः इत्यनेन तत्र अवसानावस्थायां रेपस्य विसर्गादेशः अतोतोः इति भवति. अस्तु भगिनि, अत्र यथा अतोतोर्योगः तथा भवति, अत्र हलि च अपि प्रसक्तिः अस्ति वा भगिनि अत्र? हा, हलि च इत्यस्यापि प्रसक्तिः अस्ति, परन्तु गुणकार्यं गुणकार्यं बलवत् अस्ति. पुगन्तलघुपदस्य अङ्गकार्यं हलि च वर्णनिमित्तिककार्यम् अपि च त्रिपाद्याम् अस्ति, अतः असिद्धमस्ति, शास्त्रसिद्धम्, अतः पुगन्तलघुपदस्य च इत्यस्य एव कार्यं भवति. अस्तु भगिनि. महोदय, अत्र एकः प्रश्नः, अत्र अतोतुर्योगः त इति यदा अस्ति तत्र संयोगान्तस्य लोपः तस्य प्रसक्तिः अस्ति इति वदामः, रकार रेफस्य तकारस्य योगः अन्ते अस्ति इति कृत्वा, परन्तु अतोतुर् इति अङ्गम् अस्ति, तकारः तु प्रत्ययः अस्ति, यदि वयं मेलनं कुर्मः तदानीमेव तत्र अन्ते इति भवितुं शक्नोति किल? युगपद्वयं वदामः पुगन्तलघुपदस्य, तस्य अपि प्रसक्तिः अस्ति, परन्तु पुगन्तलघुपदस्य अङ्गकार्यमस्ति उपधायाम् उकारः अस्ति इत्युक्ते अतोतुर् तावदेव स्वीकरणीयं, परन्तु संयोगान्तस्य लोपः यदि वदामः चेत् अतोतुर्योगः त, तर्हि अतोतुर्त् इति वदामः तर्हि तस्य प्रसक्तिः भवति इति तादृशमेव वयं तथा एव कृतवन्तः किल वर्गे अपि, यदा अतोतुर्योगः त अस्ति, अत्र महोदयः उक्तवान् यदि अतोतुर्त अस्ति चेत् किं भवति इति, इत्युक्ते तादृशचिन्तनमपि भवेत् अत्र. किमर्थम् इत्युक्ते प्रायः किमर्थम् इत्युक्ते अत्र युगपत् एव अस्ति किल, अत्र निमित्तं किं वकारः अपि च तकारः किल, रेपवकारतकारः, अत्र यत्र राल्लोपः अस्ति अत्र रेपवकारतकारः, संयोगान्तस्य अस्ति वकारतकारः, उपधायाम् अस्ति तत्तु किञ्चित् भिन्नः, भिन्नम् अस्ति, तदेव किञ्चित् भिन्नः, भिन्नम् अस्ति अतः. किमर्थमित्युक्ते अत्र तकारस्य किमपि प्रसक्तिः एव नास्ति अत्र उपधायाञ्च इत्यस्य कृते, परन्तु महोदयः किम् उक्तवान् इत्युक्ते ये यानि सूत्राणि अत्र अर्हन्ति तानि एकवारं दृष्ट्वा किं सूत्रमत्र कार्यं करोति इति वदतु इति, तादृशचिन्तनम् आसीत् वर्गे अपि. परन्तु भवती सम्यक् समीचीनप्रश्नः एव पृच्छति अत्र, परन्तु अन्ततो गत्वा अत्र किम् अभवत् अत्र प्रथमं तु राल्लोप एव, परन्तु चिन्तनस्य कृते प्रायः तादृशमेव, परन्तु चिन्तनमेव न आगच्छति इति मतः. समीचीनमेव समीचीनमेव, परन्तु वर्गे तु तादृशमेव कृतवन्तः किल भगिनि. अत्र अहमपि तादृशमेव चिन्तितवान् प्रथमम्. अतः यदा महोदयः पृष्टवान् संयोगान्तस्य लोपः इत्यस्य चिन्तनमेव न अभवत् मम मनसि. अनन्तरमेव यथा महोदय उक्तवान् अत्र अजोः अचोतुर्वृत्त यथा अस्ति किं भवति इति, अत्र संयोगः अस्ति किल, संयोगान्तस्य लोपः इत्यस्य कार्यं भवति वा न भवति वा. एतत्तु किञ्चित् कुत्र किं भवति इति प्रायः महोदयस्य आशा अस्ति अत्र समग्रचिन्तनं भवेत् यत्र कुत्रापि के कानि सूत्राणि अत्र उपयोगं कर्तुं शक्नुमः, किं सूत्रम् अत्र कार्यम् अन्ततो गत्वा करोति इति प्रायः तदा अस्ति इति चिन्तयामि इदानीम्. अस्तु भगिनि, अपि च अत्र गतवर्गे प्रश्नः आगतः, प्रश्नः आसीत् सुखमनं महोदय पृष्टवान् यदा अत्र पूर्वत्र सिद्धम् इत्यस्य बलेन राल्लोपः कार्यं करोति तस्मिन् समये अत्र वर्णात् अङ्गं बलीयः इति वक्तुं शक्नुमः वा न वा इति अपि अहं महोदयं पृष्टवान्. महोदय वदति तादृशचिन्तनं न भवति, पूर्वत्र सिद्धं यत्र भवति तत्र, पूर्वत्र सिद्धं यत्र भवति तत्र वर्णाद् अङ्गं बलीयः इत्यस्य प्रसक्तिः एव न करणीयः इति, परन्तु दृष्ट्वा वदामि इति उक्तवान् महोदय. अतः प्रायः अग्रे गत्वा यदा महोदयः प्रायः समाधानं प्राप्नोति तदा वदति इति अहं चिन्तयामि. तत्र एतत्तु एतत् तर्कः तु एषः तर्कः तु कुत्रचित् किञ्चित् क्लेशकरः एव, परन्तु मम मनसि एतदागच्छति यत् अत्र समग्रचिन्तनं कुर्वन्तु यत्र कुत्रापि यानि सूत्राणि वयम् आनीय अत्र कार्यं करोति वा न वा इति तादृशचिन्तनमेव अत्र. तर्हि वर्णातङ्गं बलीयः इति वार्तिकं सपाद्यामेव अर्हन्ति इति भवति किल, तादृशं वक्तुं शक्नुमः प्रायः प्रायः प्रायः. किमर्थमित्युक्ते अत्र अष्टमाध्याये तु अत्र उपाध्यां तु वर्णकार्याणि बहूनि सन्ति किल, सपादसप्ताध्यायमेव अत्र अङ्गकार्याणि, अतः प्रायः तस्य प्रसक्तिः सपादसप्ताध्यायामेव भवति. परन्तु एतत्तु इदानीं तु महोदयः किञ्चित् अन्विष्य वदिष्यति अग्रे गत्वा इति चिन्तयामि. अस्तु महोदय, धन्यवादः. अस्तु, सरला भगिनी भवती किमपि. रामप्रिया, एकप्रश्न एव, अत्र रेफतकारयोः संयोगः अस्ति चेत् अपृक्तसंज्ञा अपि अस्ति वा? तकारस्य अपृक्तसंज्ञा अत्र अत्र तस्यापि प्रसक्तिः अस्ति न, अस्ति किल भगिनि, अत्र तकारः परन्तु यदा वयं प्रत्ययः अस्ति न न यदा वयं संयोगान्तस्य लोपः इति अत्र आनयामः चेत् रेपतक अतोतुर्योगः तकारः रेपतकारः संयोगः इति चेत् अपृक्तसंज्ञा इति वक्तुं शक्नुमः वा इति मम अपृक्तसंज्ञा इति वक्तुं शक्नुमः इत्युक्ते अत्र तकारः अपृक्तसंज्ञकवर्णः प्रत्ययः तु अपृक्तप्रत्ययः एव किल भगिनि, यदा तकारः इति अस्ति चेत् अपृक्तसंज्ञा, तत् अवगतं. यदा रेपतकारयोः वयं संयोगः कुर्मः चेत् तदापि तद् अपृक्तसंज्ञा वा? तदापि प्रत्यये प्रत्यये एव तिष्ठति, प्रत्यये एव किल भगिनि, प्रज्ञा या यदा भगिनी उक्तवती इदानीं प्रत्यये तु एव किल अत्र प्रत्यय अपृक्त एव, यद्यपि तत्र तस्मात् पूर्वम् अङ्गम् अङ्गस्य वर्णः अपि संयोगान्तस्य लोपः इत्यस्य कृते वयं तत्र योजयामः वकारः, तथापि तत्र प्रत्ययः तु अपृक्तः एव। अपि च महोदय तत्र हेमा भगिन्याः प्रश्नः आसीत् अत्र कथं संयोगान्तस्य लोपः इति कथं तत्र भवति इति, वयमेव अत्र प्लस् सैन् इति योजयामः, वस्तुतः तु व्याकरणलोके प्लस् सैन् एव नास्ति, तत्र प्लस् सैन् एव नास्ति, तत्र अतोत्तुर्व् एव अस्ति, तत्र अतोत्तुर्व् इति अङ्गं तस्य अनन्तरं प्रत्ययः इति एव तथा एव सर्वत्र भवति, वयमेव तत्र अस्माकं सौकर्यार्थं तत्र प्लस् सैन् योजयामः। इत्युक्ते अत्र योजनम् इत्युक्ते अत्र साक्षात् परः अस्ति इति, साक्षात् परः अत्र प्लस् सैन् एव नास्ति, सर्वं मिलित्वा एव अस्ति, प्रथमभाग अङ्गम् अनन्तरं प्रत्ययः इति। तादृशचिन्तनेन अत्र किञ्चित् सुलभः भवति किल भगिनि, अत्र संयोगः अस्ति इति। अस्तु अस्तु, समीचीनं, बहु समीचीनम् अस्तु। इदानीं किं कुर्मः अत्र महोदय, अन्यप्रश्नः अस्ति, यदि तोतुर्योगः तिङ् प्रत्यय ति तत्र योजयामः चेत् तत्रापि तत्रापि राल्लोपः तथैव प्रक्रिया भवति किल, इत्युक्ते राल्लोपः प्रथमं तेन वकारः लोपो भवति, अनन्तरं पुनः पुगन्तलघुपदस्य एव कार्यं करोति, न तु हलि च, अनन्तरं तोत्तोः तोतोर् योगः ति इति रूपं तोतोर्ति इति अन्तिमरूपं खलु, हलि च कुत्र कार्यं करोति, तस्य अवकाशः कुत्र भवति, हलि च इति कुत्र कार्यं करोति इति प्रश्नः किल। यत्र प्रत्ययः पित् प्रत्ययः नास्ति तत्र कार्यं कर्तुं शक्नोति वा, यत्र पित् प्रत्ययः नास्ति, यदा अतो दुर्वियोगः तात् अस्ति, अत्र किं भवति इदानीं, अतो दुर्वियोगः तां तात् न ताम् अस्तु ताम् अतो दुर्वियोगः तां तत्र प्रथमं राल्लोपः कार्यं करोति, वकारस्य लोपः अत्र ताम् अपि प्रत्ययः अस्ति, अतः पुगन्तलघुपदस्य कार्यं न करोति, तस्य कार्यं न भवति, इदानीं हलि च आगत्य इक्वर्णस् रेपात् पूर्वं स्थित इक्वर्णस्य दीर्घः भवति खलु, तोतोर्योगः ताम् तोतोर् न भवति किल भगिनि, तोतुर् एव, तोतुर्योगः ताम् अनन्तरम् इदानीं किं भवति, तोतुर्योगः ताम् गुणः न भवति, केवलं दीर्घः भवति, तोतुर्योगः ताम् तोतुर् ताम् इदानीं सम्यक् वा भगिनि, अस्तु, इदानीं वयं दृष्टवन्तः हलि च उभायाञ्च द्वयोः प्रसङ्गे, परन्तु अत्र सूत्रत्रयमस्ति इदानीं, अत्र रेपवकारयोः संयोगविषये, रेपवकारयोः परयोः इकः दीर्घः इति अस्ति शीर्षिका अत्र, तद् एकवारं पठेम अपि च किञ्चित् चर्चयिष्यामः इदानीं, सरला भगिनी भवती पठति वा अत्र पदान्ते अत्र रेफवकारयोः अत्रैव रेफवकारयोः परयोः एकः दीर्घः पदान्ते वोरुपधाया दीर्घः एकः अष्टमाध्यायस्य द्वितीयपादे सप्तसप्तति सूत्रं पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः एकः दीर्घो दीर्घादेशो भवति च वा इतरेतरद्वन्द तयोः अनुवृत्तिसहितसूत्रं वोर्हो धातोः उपधायाः दीर्घ इक् पदस्य अन्ते इत्युक्ते धातोः यदि रेफान्त या वकारान्त अस्ति तस्य उपधायाम् एक दीर्घ भवति यदि पदान्ते अस्ति यदि पदं नास्ति पदं किम् अस्ति अत्र पदं यदि धातोः धातोः संज्ञा अपि पदसंज्ञा द्वे संज्ञा आवश्यकी अस्ति अत्र एतत् सूत्रेण सो पदसंज्ञा भवति यदा अन्यकार्यं भवति यदि प्रत्ययसहित भवति वा यदा वयं अग्रे दृष्टा पश्यामः द्रक्षामः अत्र इत्युक्ते किम् अत्र धातुसंज्ञा अपि च पदसंज्ञा अपि आवश्यकम् अस्ति धातो अन्ते रेफ अस्ति वा वकारः अस्ति अपि पदसंज्ञा प्राप्नोति धातो धातुसंज्ञा अपि तिष्ठति तत् रेफ या वकारस्य पूर्वं एक प्रत्ययस्य कोऽपि वर्णः अस्ति तस्य दीर्घं भवति प्रत्याहारस्य वर्णः अस्ति तस्य दीर्घत्वं भवति अत्र पदं भवेत् अपि च धातुः भवेत् द्वे अपि अपि च अत्र पदस्य इत्यस्य अधिकारः अस्ति इति अपि वयं दृष्टवन्तः वर्गे अत्र इदानीं हेमभगिनी भवती अग्रे आं महोदय हलि च सूत्रमस्ति अपदान्ते हलि च रेफान्तानां वकारान्तानां च धातूनाम् उपदायां स्थितः इक् वर्णः दीर्घः भवति हलिपरे अनुवृत्तिसहितसूत्रमस्ति हलि च रोः धातोः उपदायाः इकः दीर्घः तर्हि अत्र यदि रेफः वा वकारः वा धातोः अन्ते भवति अत्र धातुसंज्ञा अस्ति अपि च हलिपरे हल् वर्णः परे अस्ति चेत् तर्हि उपदायास्थितस्य इक्वर्णस्य दीर्घः भवति अत्र यद्यपि पदस्य इति अधिकारे अस्ति हलि च सूत्रं साक्षात् रवोरुपदाया दीर्घः इकः तस्य अनन्तरम् एव आगच्छति तत्र पदस्य इति अधिकारे आसीत् अत्रापि यद्यपि तस्य अधिकारे अस्ति तदानीमपि हलि च इति उक्तमस्ति हलि च इत्युक्ते हल्वर्णः परे अस्ति इति कृत्वा तत्र हलि च बलात् तस्य प्रयोगबलात् तत्र पदस्य इति अधिकारः न भवति अपि च अपदान्ते इति वयम् अवगन्तुं शक्नुमः तर्हि रेफवकारान्त धातोः परे हल्वर्णः अस्ति अपि च पूर्वस्थितस्य इक् वर्णस्य दीर्घः भवति उपदास्थितस्य इकः दीर्घः भवति तस्य विवरणमेव अत्र दत्तमस्ति इदं सूत्रं पदस्य इत्यस्य अधिकारे अस्ति तर्हि पदान्ते एव भवति वा हलि च इत्यस्य सामर्थ्येन अपदान्ते इति भवति झलो झलि अपि तथा तत् अहं न जानामि महोदय तत्र झलि अस्ति इति कृत्वा तस्य सूत्रस्य विवरणम् अहं न जानामि तत्रापि प्रायः चलि इति सप्तम्यन्त्यम् अस्ति तदपि अपदान्ते भवति इति मन्ये प्रायः इदानीं तु तस्य प्रसङ्गः नास्ति इदानीं यदा कदापि अग्रे निमित्तम् अस्ति तदा बलात् अपदान्ते इति भवति यत्र सप्तम्यन्तं निमित्तम् अस्ति तत्र पदस्य इति न गच्छति यद्यपि तस्य अधिकारे स्यात्. अत्र हलि इति सप्तम्यन्तं निमित्तमस्ति इति कृत्वा तत्र अधिकारः न आगच्छति. बहु समीचीनं भगिनि. वयं दृष्टवन्तः उदाहरणमपि हलि चैत्रस्य अत्र लक्ष्मीभगिनी कृतवती तोतुर्वियोगः तात् अत्र हलिचैत्यस्य कार्यं भवति इति इदानीमेव वयं दृष्टवन्तः. इदानीं लक्ष्मीभगिनी भवती अग्रे करोति वा अत्र महोदय? पद हलि च सूत्रे पदस्य आवश्यकता अस्ति वा नास्ति? पदस्य इत्युक्ते यद्यपि पदस्य इत्यस्य अधिकारः अस्ति हलि च इत्यनेन किं भवति इत्युक्ते अत्र पदस्य इति वयम् अत्र उपयोगं न कुर्मः एव अस्मिन् सूत्रे. किमर्थम् इत्युक्ते धातोः अनन्तरं किमपि अस्ति तदस्ति हल् वर्णः. अतः पदस्य कोऽपि प्रसक्तिः एव नास्ति. इदानीम् अधिकारः अस्ति परन्तु अस्मिन् सूत्रे तस्य किमपि कार्यं नास्ति. लक्ष्मीभगिनी अग्रे करोति वा? अस्तु महोदय. उपधायां च एषां धातूनाम् उपधायां रेपवकारौ हल् परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घो आदेशो भवति. हलन्तधातूनाम् उपधायां रेपः वा वकारः वा अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति. उपधायां सप्तमीयन्तं च अव्ययं द्विपदम् इदं सूत्रम् अस्तु. अस्तु, इदानीमेव दृष्टवन्तः पूर्वं रेपवकारः अस्मिन् सूत्रस्य निमित्तम् अस्ति रेपवकारः हलन्तधातुः, किन्तु रेपवकारः तत्र उपधायां उपधायां स्थितौ रेपवकारौ आवश्यकी भवति. अनन्तरं हल् परौ इत्युक्ते हलन्त अन्ते हल् वर्णः पूर्वम् उपधायां रेपवकारौ वा रेपवकारात् प्राक् इकः अपि भवेत्. यदि तादृशस्थितिः अस्ति चेत् पूर्वं स्थित इकवर्णस्य दीर्घः भवति इति सूत्रं वदति. अनुवृत्तिसहितसूत्रमपि एकवारं पठतु भगिनि. आम्, अनुवृत्तिसहितसूत्रं वदति धातोः हलि रोः उपधायां च उपधायाम् इकः दीर्घः. अत्र हलि इति रोः हलि धातोः हलि रोः धातोः इति अधिकारः अत्रापि यद्यपि पदस्य इति अधिकारः पदस्य इति अधिकारे अन्तर्भूतः सूत्र अत्रापि पदस्य पदकार्यं नास्ति इति किमर्थं चेत् अत्र उपधायां धातोः उपधायां रेपवकारः स्यात् इति तत् निमित्तं भवति. अपि च तस्मात् प्राक् इक्वर्णः अपि भवेत् इति इति अस्ति. अपि च अतः अपि च रेपवकारयोः अनन्तरं हल्वर्णः अत्र किमर्थं पदस्य इत्यस्य अधिकारः नास्ति इत्युक्ते तस्य प्रसक्तिः न भवति इदानीं पदस्य? अहं चिन्तयामि रेपवकारः धातोः अन्ते अस्ति, अपि च हल् वर्णः अपि धातोः अन्ते अस्ति इति कृत्वा धातोः यदि धातुः पदं वा न पदं, यदि धातु पदं भवति वा न भवति तस्य चिन्ता नास्ति, केवलं केवलं धातोः उपधायं हलि क्षम्यतां धातोः उपधायं रेपवकारः भवेत् हलि परे अपि च रेपवकारात् पूर्वम् इत् भवेत् इति तदेव अत्र निमित्तमस्ति. इत्युक्ते सर्वं धातोः धातोः एव अन्तर्भूतः अस्ति, सर्वाणि निमित्तानि, अतः पदस्य इति आवश्यकं नास्ति इति अहं चिन्तयामि. इत्युक्ते अत्र महोदयः किम् उक्तवान् इत्युक्ते अत्र अत्र सूत्रस्य अर्थं दृष्ट्वा वयं ज्ञातुं शक्नुमः अत्र पदस्य इत्यस्य आवश्यकता एव नास्ति इति. यथा भवती उक्तवती एव तदेव उक्तवती, परन्तु यथा वयं हलि च इत्यस्मिन् इत्यस्य सूत्रे अत्र हलि इति सप्तमी विभक्तौ अस्ति इति भूत्वा तस्य सामर्थ्येन वयं वक्तुं शक्नुमः अत्र पदस्य इत्यस्य कोऽपि सम्भावना नास्ति इति. तथा एव अस्मिन् सूत्रे अत्र अर्थं दृष्ट्वा वक्तुं शक्नुमः तस्य सामर्थ्येन एव अत्र पदस्य इत्यस्य कापि आवश्यकता नास्ति इति. यथा अस्तु अस्तु अग्रे गच्छामः. अत्र इदानीम् अत्र कोऽपि प्रश्नः अस्ति वा रेफवकारयोः परयोः इकः दीर्घः? वयम् अत्र हलि च अपि च उपधायाञ्च द्वयोः सूत्रयोः अत्र प्रयोगं कुत्र भवति इति वयं किञ्चित् दृष्टवन्तः, परन्तु यथा सरला भगिनी उक्तवती पूर्वं रुवोरुपधाया दीर्घः इकः तस्य प्रसक्तिः कुत्र भवति इति अग्रे द्रक्ष्यामः. अत्र मणिमहोदय पठति वा सुप्रत्ययाः इति? आं महोदय प्रामि एकनिमिषम् अस्ति वा महोदय? आं महोदय महोदय एकनिमिषम् सुप्तङ्गा हा सुप्रत्ययः अत्र अत्रैव महोदय प्रत्ययः शक्याः इति ते च एते शौ जशमौट् चष्टाभ्यां बिश् ङेभ्यां ब्यस् न्यसिभ्यां ब्यस् म्योषो मोषोषां योस् शुप् इति तदेव अत्र दत्तं शु औटस् अम् औट् सस् ता ब्यां बिस् ङे ब्यां ब्यस् नशि ब्यां ब्यस् नस् ओस् आं नि ओस् शुप् इति अत्र एते सुप्रत्ययाः. इदानीं पर्यन्तं वयं तिङ् प्रत्ययान् दृष्टवन्तः, इदानीम् अत्र किञ्चित् सूक्ष्मरूपेण स्थूलरूपेण वयमत्र सुप्रत्ययाः के अपि च अत्र कार्यं किं भवति इति द्रक्ष्यामः अग्रे. अत्र एकविंशति सुप्रत्ययाः सन्ति, अत्र एकं सूत्रमपि दत्तमस्ति यद् भवान् पठितवान् इदानीम्. अत्र अनन्तरम् अत्र निरबन्धरूपाणि अपि दत्तानि इदानीम् अत्र अत्र पुष्पाग्नि भवती एकवारं निरनुबन्धरूपाणि पठति वा भगिनि? अस्ति वा भगिनि? अस्मि अस्मि महोदय. सु और् जस् अम् औट् शस् ताभ्यां भिस् दे ञकारः अत्र कख गग कख गग ङ अस्ति खिल भगिनि तदस्ति अत्र कवर्गीय अनुनासिकव्यञ्जनम् भ्यां भ्यस् इसि भ्यां भ्यस् इस् ओस् आम् इ ओसु अत्र किम् अत्र निरनुबन्धरूपाणि अपि एकवारं अस् अम् औ अस् आभ्यां भ्यस् एभ्यां भ्यस् अस् भ्यां भ्यस् अस् ओस् अम् इ ओस् सु अत्र अत्र किञ्चित् वदति वा भगिनि अत्र सु कथं वा सा इति अभवत् लोपः भवति कथं कथं सूत्रं सूत्रं सूत्रं अनुनासिकवर्णः अनुनासिकवर्णः इदानीं प्रायः अनुनासिकवर्णः नास्ति न यदस्ति अत्र उपदेशे जनुनासिक उपदेशजनुनासिक अतः अत्र उकारः लोपः तथैव सु एव तिष्ठति औ तु तथैव जकारस्य लोपः भवति हलिचन जल्परे अत्र एकं सूत्रमस्ति किल भगिनि चुटु इति चुटु हा चुटु जकारस्य लोपः तथैव अस् गच्छति अत्र अम् अस्ति औट् शा तु चुटु इत्यनेन अस् आय औट् इत्यस्य किं भवति टकारः टकारः हलिच इत्यनेन टकारः लोपः हलन्त्यम् इत्यनेन किल हलिचन हलिचन हलन्त्यम् इत्यनेन शस् तु चुटु इत्यनेन चुटु चुटु इत्युक्ते अत्र शकारः चुटु इत्यस्य न किल भगिनि न मणिमहोदय भवान् वदति वा शस् लसकुदिते इति सूत्रेण शकारम् शकारः टा तु तथैव उपदेशां न न इदानीं इदानीमेव जस् इत्यस्य जकारः कथं जस् इत्यस्य जकारः कथम् अपगतः तदेव टकारः अपगच्छति भ्यां भिस् तथैव तिष्ठति अत्र इको न इको इनचिन इङ् अनुनासिकवर्णः गच्छति तत्तु किं किमस्ति मणिमहोदय वदति वा सरला भगिनि कवर्गीयसङ्गकार ओ न शक्तदीते ओ तत्तु न शक्तदीते भ्यां श्री तत्र तथैव लशक्तदीते अस् भ्यास् भ्यस् यस् तत्तु लशक्तदिते अस् ओस् अम् अत्र इ तु तथैव इ इति तिष्ठति सुप् तु पकारस्य हलन्त्यम् इत्यनेन पकारस्य लोपः इदानीम् एकः प्रश्नः अस्ति अत्र सकारः अपि हल् वर्णः अस्ति मकारः अपि हल् वर्णः अस्ति द्वावपि प्रत्ययस्य अन्ते परन्तु द्वयोः लोपः न भवतः न भव किमर्थम् अत्र मकारः सकारः यत्र कुत्र अपि विभक्तौ स्म इत्यनेन अस्तु अस्तु अस्तु किञ्चित् पुनस्मरणार्थमेव अत्र बहु समीचीनम् इदानीम् अस्तु अग्रे गच्छेम इदानीम् अपि च एकः प्रश्नः अस्ति अत्र केवलं पुनस्मरणार्थमेव अत्र स्वौजसमौ छष्टाभ्याम् अत्र अत्र छकारः कुतः आगतः इति अत्र औट् योगः शस् अस्ति औट् योगः शस् अस्ति अत्र कथं वा अत्र छकारः आगतः षोटि इत्यनेन अत्र षष्ठोटि इत्यनेन अत्र सकारः टकारः अत्र किं भगिनि पुष्पा भगिनि न सकारः तु षकारः आयाति न चकारस्य प्रभावेन मूर्धन्यस्य प्रभावेन षकारः आयाति अत्र मूर्धन्य कस्य विषये वदति भगिनि कस्मिन् विषये वदति अत्र अत्र षकार तत्र षस् अस्ति षष्ठ केन सूत्रेण षस् अस्ति षष् आयाति तत् षकारः तु चोः किं किं वदितम् उक्तं षोटि तु चकारः चकारस्य प्रभावेन षकारः अस्तु अस्तु अस्तु अस्तु भगिनि बहु समीचीनमस्ति अत्र केवलम् अत्र अस्तु इदानीम् अग्रे गच्छेम अत्र इदानीं रामप्रिया भगिनी पठति वा भगिनि गृ इति धातुः गृ इति धातुः गृ दात् इति धातुः गृ निगरणे सुदादौ गिरति गृ योगः क्विप् किब् क्विभन्ता विजन्ता धातुत्वं न जहाति इति परिभाषया क्विप् प्रत्ययः संयोज्यते चेदपि धातुः धातुसंज्ञा तिष्ठति क्विप् प्रत्ययस्य सर्वापहारलोपः लशक्वदधिते इति सूत्रेण ककारस्य लोपः हलन्त्यम् इति सूत्रेण पकारस्य लो इत्संज्ञा तस्य लोपः इति सूत्रेण लोपः इदानीं गृ योगः वि ककार इकारः उच्चारणार्थः गृ योगः वकारः अपृक्त एकाल् प्रत्ययः इत्यनेन तस्य अपृक्तसंज्ञा वेर्पृक्तस्य इत्यनेन अपृक्तसंज्ञा वकारस्य लोपः गृ धातुः अपि प्रातिपदिकमपि कृत्तदितसमासश्च इति सूत्रेण ऋतयुद्धातोः एकनिमिषम् अत्र एव भगिनि इदानीम् अत्र किञ्चित् वदति अत्र अत्र वेरप्रोक्तस्य पर्यन्तं यत्किमपि पठितवती इदानीं यदा तस्य लोपः भूत्वा गृ योगः वि इति स्थितिः तत्र ईकारः पूर्वं किमस्ति भगिनि अत्र गुरुधातुः अस्ति गृनिगरणे तु दादौ गिरति इति अभवत् किल भगिनि गृति तदा तस्मादारभ्य गृधातुः तुदादिगणीयधातुः अस्ति गृयोगः इदानीं प्रत्ययः क्विप् इति प्रत्ययः क्विप् प्रत्ययविषये एका परिभाषा अस्ति क्विबन्ता विजन्ता धातुत्वं न जहाति इत्युक्ते क्विप् प्रत्ययः विच् अन्तप्रत्यय क्विप् अन्त विच्छन्तधातुः तद् धातुत्वं न जहाति इत्युक्ते धातुसंज्ञा एव भवति इति प्रत्ययः क्विप् अन्ता धातुत्वं न जहाति क्विप् प्रत्ययः संयोज्यते यदा वयं क्विप् प्रत्ययः योजयामः चेत् तत्र धातोः धातुसंज्ञा एव तिष्ठति किमपि परिवर्तनं न भवति इति इत्युक्ते परिवर्तनं न भवति इति तु न परन्तु अत्र धातुसंज्ञा न गच्छति इति न जहति इत्युक्ते अत्र नात्यजति इत्युक्ते धातुसंज्ञा तिष्ठति इति परन्तु पदसंज्ञा अपि भवति वा प्रायः अग्रे गत्वा द्रक्ष्यामः इदानीं किं भवति इत्युक्ते यदा वयं योजयामः चेत् तत्र क्विप् प्रत्ययस्य सर्वापहारलोपः इत्युक्ते पूर्णतया तस्य लोपः भवति इति इत्युक्ते ककारस्य लशक्वतदिते इति सूत्रेण लोपः हलन्त्यं पकारस्य हलन्त्यं इति सूत्रेण तस्य लोपः इदानीं गृयोगः वि एव तिष्ठति तत्रापि इकारस्य उच्चारणार्थमेव इकारः तिष्ठति इत्येव अर्थं किल महोदय इकारः अत्र उच्चारणार्थः इति इत्युक्ते अत्र नास्ति एव इति नास्ति एव प्रत्यये नास्ति इति इदानीं गृयोगः वकारः वप्रत्ययः वकारः तु अपृक्त एकाल् प्रत्ययः एक एव अल् अस्ति अतः एतत्तु अपृक्त एकाल् प्रत्ययः इत्यनेन तत्तु अपृक्तसंज्ञा प्राप्नोति वकारः इदानीं वेर्पृक्तस्य इति सूत्रेण यदा अपृक्तसंज्ञा अस्ति चेत् तस्य अपृक्तसंज्ञकवकारस्य लोपः भवति इत्युक्ते इदानीं गृ इति धातुः एव तिष्ठति वकारस्यापि लोपः भवति इति अस्ति अत्र अस्ति इदानीं गृ इति धातुः कथं भवति इदानीम् इदानीं गृ इति धातुः परिभाषा का इदानीं क्षिबन्ता विजन्ता धातुत्वं न जहाति इति परिभाषया तत् धातुसंज्ञा गृ इति धातोः धातुसंज्ञा तिष्ठति एव यद्यपि अत्र क्विप् इति कृदन्तप्रत्ययः इति वयं वर्गे दृष्टवन्तः अतः धातुतः यदा कृदन्तप्रत्ययं योजयामः अत्र प्रायः तत् प्रातिपदिकं भवति इति अस्ति अग्रे गत्वा परन्तु एषा परिभाषा वदति तस्य धातुसंज्ञा न गच्छति इति तिष्ठति एव अस्तु भगिनि इदानीं विद्याभगिनी अग्रे पठति वा भगिनि गृ धातुः अपि प्रातिपदिकम् अपि कृत्तद्धितसमासाश्च इति सूत्रेण ऋत इति धातोः गी अनन्तरम् उरण्परः गिर्योगः सु गिर्योगः सु इति सुप्रत्ययः प्रथमभक्तो एकवचने गिर्योगः स हल्याभ्यो दीर्घसुतिस्य पृक्तं हल् इत्यनेन स गच्छति तर्हि गिर् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्मात् सुप्तिङन्तं प पदं, गिर् इति धातुः अपि प्रातिपदिकम् अपि पदम् अपि, रोर् उपधाया दीर्घः इकः इत्यनेन गीर्, करवसानयोर्विसर्जनीयः इत्यनेन गीः इति प्रथमविभक्तौ एकवचने. तथैव अत्रैव भगिनि इदानीं तस्य पर्यन्तं. तर्हि इदानीं तत् यत्र व इति अपृक्तप्रत्ययः प्रत्ययस्य लोपः अभवत्, इदानीं गृ इति क्विबन्तरूपम् अस्ति. तर्हि क्विबन्तरूपम् अत्र कृत् प्रत्ययस्य योजनेन कृदन्तरूपं तत्र कृत् तद्धितसमासाश्च इत्यनेन यत्र कृदन्तरूपम् अस्ति तस्य प्रातिपदिकसंज्ञा भवति. तर्हि गृ इति प्रातिपदिकं क्विबन्ता विजन्ता धातुत्वं न जहति इत्यनेन इति परिभाषया तत्र गृ इति धातुः अपि अस्ति. इदानीं तत्र गृयोगः यदि सु इति प्रथमविभक्तौ प्रत्ययः योजयामः, इदानीं तत्र धातुसंज्ञा अस्ति, प्रातिपदिकसंज्ञा अस्ति. तर्हि इदानीम् अत्र ऋत् इति धातोः इति सूत्रम् इत्यस्य प्रसक्तिः अस्ति. ऋत् इति धातोः इति सूत्रं वदति यत्र दीर्घऋकारान्तधातुः अङ्गमपि भवेत् तत्र दीर्घऋकारस्य स्थाने ह्रस्व इकारादेशः भवति. अनन्तरं तत्र यत्र ऋकारस्य स्थाने आदेशः अस्ति, अण् इति आदेशः अस्ति, तत्र उरण्परः इत्यपि आगच्छति, रपरत्वं भवति. तर्हि इर् इति आदेशः दीर्घऋकारस्य स्थाने गिर् इति अस्ति. गिर्योगः सु, इदानीं सु इत्यस्मिन् उकारः उपदेशे अर्जनस्तिक इत्यनेन तस्य इत्संज्ञा, अनन्तरं तस्य लोपः इत्यनेन लोपः. इदानीं तत्र स इति अपृक्तसंज्ञकः प्रत्ययः. हल्न्याभ्यो दीर्घसुत्तिस्य पृक्तं हल् इत्यस्य प्रसक्तिः. हलन्तप्रातिपदिकं तस्मात् अपृक्तसंज्ञकः सु इति प्रत्ययः इति कृत्वा तत्र प्रत्ययस्य लोपः. गिर् इति अस्ति. इदानीं तत्र प्रत्ययस्य योजनेन तत्र सुप् तिङन्तं पदम् इत्यनेन पदसंज्ञा भवति. यद्यपि सु इति प्रत्ययस्य लोपः, तथापि तत्र पदसंज्ञा तिष्ठति. इदानीम् अन्ततो गत्वा अत्र वैलक्षण्यमस्ति. तत् गिर् इति स्थितौ धातुः अस्ति, प्रातिपदिकम् अस्ति, पदम् अस्ति, सर्वम् अस्ति. तर्हि अत्र रुवोर् उपदाय दीर्घः इकः इत्यस्य प्रसक्तिः अस्ति. रुवोर् उपदाय दीर्घः इकः इति सूत्रं यत्र पदसंज्ञा अस्ति, धातुसंज्ञा अस्ति, अपि च रेपान्तधातुः, उपदायाम् इक् वर्णः अस्ति चेत् दीर्घत्वं भवति. तर्हि इदानीं गिर् इति पदमस्ति, धातुः अपि अस्ति इति कृत्वा रुवोर् उपदाय दीर्घः इकः इत्यस्य कार्यं. तर्हि गीर् उपदायाम् इक् वर्णस्य दीर्घत्वं गीर् इति अस्ति. अनन्तरम् इदानीं गीर् इति पदं, पदान्ते रेपः अवसानावस्थायां तत्र करवसानयो विसर्जनीयः इत्यनेन रेपस्य स्थाने विसर्गादेशः. तर्हि गीः इति प्रथमविभक्तौ एकवचने. प्रथमविभक्तौ एकवचने गीः इति. अत्र इदानीं सर्वे अवगच्छन्ति किल कथं वा अत्र रुवोरुपधाय दीर्घः इकः इत्यस्य कार्यं भवति इति? आम् महोदय, किन्तु तस्मात् पूर्वम् एकः प्रश्नः अस्ति. ऋत इत् धातोः इति सूत्रं धातोः अधिकारे अस्ति, अपि च अङ्गकार्यमपि अस्ति. तदपि अहम् अवगतं, किन्तु सुप्रत्ययस्य सुप्रत्ययस्य गिर्योगः सु तत्र किमर्थमिति न सुप्रत्ययस्य योजनार्थं निमित्तं किम् इति अहं सम्यक् न जानामि. इत्युक्ते किमर्थं गृहयोगः सुप् नास्ति, किमर्थं ऋत् इति धातोः उरण्परः तत्सर्वं तौ सोपानौ अनन्तरमेव सुप्रत्ययः आगच्छति इति मम प्रश्नः. अतः एव भगिनि अहं सुप्रत्ययस्य योजनात् अनन्तरमेव ऋत धातोः इत्यस्य कार्यं भवति इति उक्तवती. किमर्थं चेत् तत्र अङ्गं यावत्पर्यन्तं प्रत्ययः न आगच्छति तावत्पर्यन्तं ऋत धातोः इत्यस्य कार्यं न भवति. किमर्थम् इत्युक्ते तत्र अङ्गकार्यम् अस्ति. यद्यपि तत्र सूत्रम् अनैमित्तिकम् अस्ति, निमित्तं नास्ति, तथापि अङ्गकार्यम् अस्ति इति कृत्वा प्रत्ययः भवेत् तदा एव कार्यं भवति. धातुः अपि भवेत्, प्रत्यय अङ्गमपि भवेत्, तर्हि सु इति प्रत्ययस्य योजनात् अनन्तरमेव ऋतय् धातोः इत्यस्य कार्यं, यद्यपि तथा न प्रदर्शितं परन्तु समीचीनं भगिनि. प्रायः सर्वेषां प्रत्ययानां कृते तथा भवति इति भूत्वा महोदयः तथा प्रायः अत्र स्थापितवान् तथैव अत्र अत्र. परन्तु यथा विद्याभगिनी उक्तवती अत्र प्रत्ययस्य योजनानन्तरमेव अत्र कार्यम्. अस्तु, समीचीनप्रश्नः एव. इदानीम् अत्र किं कुर्मः, इदानीं तु वयं दृष्टवन्तः अत्र गिर्योगः सुप्रत्ययः एकनिमिषं योजनेन एव धातोः कार्यं करोति. अस्तु अस्तु, अत्र किमर्थमत्र सुप्रत्ययः प्रत्ययं योजयामः इदानीम् अत्र, तस्य प्रसक्तिः किमर्थमस्ति इति सरला भगिनी वदति वा? यदा यदा गृ इति अस्ति तदनन्तरं सुप्रत्ययं कथं वा योजयामः, तस्य योजनस्य अर्हता अस्ति वा अत्र, तादृशस्थितिः अस्ति वा? सूत्रेण ग्रि इति धातु पद प्रातिपदकं संज्ञा प्राप्नोति. अतः सु इति प्रत्यय सुबन्तप्रत्ययः अस्ति, सुप्रथमविभक्ति प्रथम एकवचन, अतः तस्य प्रत्यययोजनेन प्रातिपदकम् अपि प्रत्यययोजनेन वयं पदं प्राप्नुमः. इदानीं गृ इति प्रातिपदिकम् अस्ति भूत्वा अत्र सुप्रत्ययस्य योजनं समीचीनमेव. क्विप् योजनानन्तरं सुप्रत्ययः योजयितुं शक्नुमः, प्रत्ययं योजयितुं शक्नुमः. अस्तु, इदानीं किं कुर्मः, अत्र किञ्चित् अग्रे गत्वा धातुः अपि अस्ति, पदमपि अस्ति, अपि च प्रातिपदिकमपि अस्ति. परन्तु प्रातिपदिकं यत् संज्ञाविधायकसूत्रम् अस्ति तत्र अधातुः इति आगच्छति किल, तस्मिन् विषये अत्र किमस्ति, अतः एव अत्र परिभाषा अस्ति भगिनि, क्विबन्ता विजन्ता धातुत्वं न जहति इति तदर्थमेव अस्ति. किमर्थम् इत्युक्ते यथा भवती उक्तवती अत्र अत्र अग्रे प्रायः आगामिसप्ताहे महोदयः वदति अत्र एकस्य एकः एव संज्ञा भवितुम् अर्हति अत्र, धातुः वा प्रातिपदिकं वा. अतः एव क्विबन्ता विजन्ता धातुत्वं न जहति इत्यस्य परिभाषा अस्ति, नो चेत् तस्य आवश्यकता एव नास्ति किल. अवगतम्. अग्रे गत्वा प्रायः अतः एव वयं न पठेम कृतद्युतसमासाश्च अपि च अन्यत् सूत्रम् अत्र अधातु अर्थवत् अर्थवत् अधातुरप्रत्ययः प्रातिपदिकम् इति सूत्रद्वयं प्रायः अग्रे अग्रिमसप्ताहे वयं किञ्चित् पूर्णरूपेण द्रक्ष्यामः. अतः तं त्यजामः इदानीं, तत् सूत्रं त्यक्त्वा अग्रे गमिष्यामः. इदानीम् अत्र भवती एव वदतु भगिनि, इदानीं सर्वनामस्थानम् इति उक्ते किम्, अत्र पूर्णतया सूत्रं वयं न दृष्टवन्तः, परन्तु सर्वनामस्थानसंज्ञा सूत्रं विना सूत्रं कस्याः भवति इति सूत्रं न पठतु विना पठित्वा एव करोति चेत् समीचीनं. किमर्थम् इत्युक्ते वयमपि न कृतवन्तः, केवलम् अत्र किमित्युक्ते पूर्णतया न, परन्तु यद् आवश्यकी तदेव. अस्तु महोदय, यत्र वयम् इदानीं सुप्रत्ययानां दृष्टवन्तः, प्रथम पञ्च प्रत्ययाः इत्युक्ते सु औ जस् अम् औट् पञ्चप्रत्ययाः सर्वनामस्थानस्थान्यकं प्राप्नोति इति प्रथमपञ्च इत्युक्ते तु औज प्रथमाविभक्तौ एकवचनं द्विवचनं बहुवचनम् अपि च द्वितीयाविभक्तौ एकवचनम् अपि च द्विवचनं तावत्पर्यन्तं सर्वनामस्थानसंज्ञा भवति प्राप्नोति सर्वनामस्थानसंज्ञा अस्ति इति एतस्य आवश्यकता अस्ति इदानीम् अग्रे पठनार्थमेव अतः तस्य आवश्यकी अस्ति इदानीम् अत्र लक्ष्मीभगिनी भवती पठति वा अत्र स्वादिष्व सर्वनामस्थाने इति एकं सूत्रमस्ति अग्रे अत्र षष्ठम भागे सुबन्तेषु हल्सन्धि अभ्यासः इति अत्र स्वादिष्व सर्वनामस्थाने इति एकं सूत्रमस्ति भगिनि अस्ति वा भगिनि स्वादिष्वसर्वनामस्थाने सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप्रत्ययपर्यन्तम् एषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य पदसंज्ञा भवति अस्तु सर्वनामस्थानक स्थानसंज्ञकप्रत्ययान् इदानीमेव भगिन्या उक्तं सर्वनामस्थान संज्ञकप्रत्ययान् सुषम्यताम् पञ्चप्रत्ययाः सर्वनामस्थानसंज्ञकप्रत्ययाः तानि अतिरिच्य सुप्रत्ययात् आरभ्य कप्रत्ययपर्यन्तम् एषु कश्चन परे अस्ति चेत् सुप्रत्ययात् आरभ्य इत्युक्ते अत्र अन्तिमसुप्रत्यय खलु सप्तमीविभक्तिवचने प्रथमतया यत्र सु औजस् अस्ति अतिरिच्य इति उक्तमस्ति किल भगिनि अतः पूर्णतया अत्र सु इत्यस्मात् आरभ्य न केवलं सुप् पर्यन्तं परन्तु ततः अग्रे अपि अन्ये प्रत्ययाः सन्ति ये प्रातिपदिकेभ्यः विधीयन्ते अतः तानपि नीत्वा इत्युक्ते सर्वे प्रत्ययाः ये प्रातिपदिकेभ्यः विधीयन्ते तान् नीत्वा परन्तु अत्र सर्वनामस्थानसंज्ञकप्रत्ययाः ये सन्ति तान् विहाय अस्तु इत्युक्ते एकविंशतिप्रत्ययाः प्रत्ययेभ्यः यदि एषु पञ्च प्रत्ययेभ्यः पञ्च प्रत्ययाः विहाय अन्य षोडशप्रत्ययाः अस्तु अपि च अन्य अपि अस्ति अस्माकं कृते अन्यपि अस्ति परन्तु अस्माकं कृते तु इदानीं तु सुप्रत्ययाः ये सन्ति तेषां प्रथमपञ्चप्रत्ययान् विहाय शेष षोडशप्रत्ययाः ये सन्ति तस्मिन् विषये तेषां विषये इदानीं चिन्तनमस्ति अत्र महोदय कप् कुतः आगच्छति अन्या प्रत्ययः अत्र यदा वयं वर्गे चर्चितवन्तः महोदय उक्तवान् अत्र अत्र चतुर्थे अध्याये अपि च पञ्चमे अध्याये ये प्रत्ययाः सन्ति ते सर्वे अत्र प्रातिपदिकेभ्यः विहिताः भवन्ति तेषामत्र कप् अपि अत्र अन्यत् सूत्रमपि अस्ति किल अग्रे दत्तमस्ति परन्तु अस्माकं कृते तु इदानीं तु षोडशप्रत्ययाः एकविंशतिप्रत्ययाः सन्ति तेषां प्रथमपञ्चप्रत्ययाः सर्वनामस्थानसंज्ञकप्रत्ययाः. अन्ये षोडशप्रत्ययाः सर्वनामस्थानसंज्ञकप्रत्ययाः न, इत्युक्ते ते असर्वनामस्थानसंज्ञकप्रत्ययाः. अस्तु, तदस्ति. तस्य किं भवति इति अत्र विषयः इदानीं. लक्ष्मी भगिनि, किं भवति इदानीम् अत्र यदि एषु प्रत्ययेषु, इत्युक्ते भवान् यत् उक्तवान् असर्वनामस्थानसंज्ञकप्रत्ययाः अपि च अन्ये प्रत्ययाः कप् प्रत्ययपर्यन्तम् इति ये सन्ति, ते यदि प्रातिपदिकेभ्यः विहितः चेत् पूर्वतन पूर्वतन शब्दः पदसंज्ञा प्राप्नोति इति दत्तमस्ति. पूर्वतनशब्दः पदसंज्ञा प्राप्नोति इति, इत्युक्ते अत्र किमस्ति इति, इत्युक्ते किम् अत्र अन्तिमवाक्यमपि पठतु भगिनि, अन्तिमवाक्यद्वयं पठतु भगिनि अत्र. अस्तु, सुप्तिङन्तं पदम् इत्यस्मात् पदम् इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने पदम् इत्युक्ते इत्युक्ते द्वितीयाविभक्ति षष्टम द्वितीयाविभक्ति बहुवचनात् आरभ्य सप्तमविभक्ति बहुवचनपर्यन्तम् अपि च अन्यप्रत्ययाः तदग्रे अस्ति. यदि ते धातुभ्यः विहितः चेत् पूर्वतनपदः इत्युक्ते धातुः पदं भवति इति. पूर्वतनशब्दः यद् यः अस्ति तस्य पदसंज्ञा भवति, पदसंज्ञा भवति. आम्, अत्र एते तु प्रातिपदिकेभ्यः विधीयन्ते किल भगिनि, एते तु प्रत्ययाः धातुतः न परन्तु प्रातिपदिकेभ्यः, अतः अत्र पूर्वतनशब्दस्वरूपमिदानीम् अतः न असर्वनामस्थानसंज्ञकप्रत्ययात् पूर्वं यद् शब्दस्वरूपः अस्ति तस्य पदसंज्ञा भवति इति एतत् सूत्रं वदति. अत्र असर्वनामस्थाने इति सप्तमी विभक्तौ अस्ति भूत्वा असर्वनामस्थानसंज्ञकप्रत्ययः परः अस्ति, तर्हि पूर्वतनशब्दस्वरूपस्य अत्र पदसंज्ञा भवति इति, इत्युक्ते अत्र तस्य उपयोगः भवति इदानीम् अस्माकं कृते. अग्रे अत्र इदानीं मणिमहोदय पठति वा यचिभम्. सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं ये प्रत्ययः यकारादयः अजादयः च येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दरूपस्य ब सम्यक् भवति. अत्रैव महोदय, इदानीं वदतु महोदय यत्किमपि भवान् अवगच्छति. सर्वणस्थानं विहाय सुप्रत्ययान् आरभ्य कप्पर्यन्तं तदेव उक्तं पूर्वसूत्रमपि, स्थानं कुत्र भवति इति असर्वणस्थाने इति उक्तम्. अत्र प्रत्ययः यकारः अजादय चेत् तस्य पूर्वं सिद्धशब्दरूपं बसम्यक इति भवति, पूर्वस्थितस्य शब्दस्वरूप भवति. इत्युक्ते असर्वनामस्थानसंज्ञकः प्रत्ययः परः, तस्मात् पूर्वं यदस्ति तस्य विषये एव. पूर्वं किं दृष्टवन्तः? असर्वनामस्थानसंज्ञकप्रत्ययात् पूर्वं यः शब्दस्वरूपः अस्ति तस्य पदसंज्ञा भवति इति वयं दृष्टवन्तः. नौ यचिभं वदति यदि स च असर्वनामस्थानसंज्ञकप्रत्ययः अजादिः वा यकारादिः वा अस्ति तर्हि किं भवति? पूर्वतनशब्दस्वरूपः भं संज्ञा प्राप्नोति इति. इत्युक्ते अत्र अन्या संज्ञायाः विषयः इदानीम्. असर्वनामस्थानसंज्ञकप्रत्ययः परः अस्ति चेत् पूर्वतनशब्दस्वरूपः पदसंज्ञा प्राप्नोति, परन्तु स च असर्वनामस्थानसंज्ञकप्रत्ययः अजादिः वा यकारादिः वा अस्ति पूर्वतनशब्दस्वरूपः इति संज्ञा प्राप्नोति इति तद् वदति. इदानीम् अत्र विषयद्वयमस्ति किल, विषयत्रयं. प्रथममस्ति सर्वनामस्थानसंज्ञा इत्युक्ते किं, कस्य संज्ञा सर्वनामस्थानसंज्ञा भवति इति. अत्र प्रथमपञ्च सुप्रत्ययाः ये सन्ति तेषां सर्वनामस्थानसंज्ञा भवति. अन्ये प्रातिपदिकेभ्यः ये प्रत्ययाः विहिताः सन्ति तेषाम् असर्वनामस्थानसंज्ञा इति वयं जानीमः. असर्वनामस्थानसंज्ञा प्रत्ययात् पूर्वं यः शब्दस्वरूपः अस्ति तस्य पदसंज्ञा भवति इति स्वादिष्वसर्वनामस्थाने इति वदति. अनन्तरं यं यजीभं वदति, यदि स च असर्वनामस्थानसंज्ञकप्रत्ययः अजादिः वा यकारादिः वा अस्ति तर्हि पूर्वतनशब्दस्वरूपः भं संज्ञा प्राप्नोति इति. धन्यवादः. अस्तु, इत्युक्ते किञ्चित् अत्र असर्वनामस्थानसंज्ञा प्रत्ययात् पूर्वं यदस्ति तस्य का संज्ञा भवति इति अत्र विषयः. एकं सूत्रं वदति तत्तु पदसंज्ञा प्राप्नोति इति, अन्यद्वदति यदि स च प्रत्ययः अकारादि अजादिः वा यकारादिः वा अस्ति तर्हि शब्दस्वरूपः भं संज्ञा प्राप्नोति इति. महोदय, यदि भसंज्ञा प्राप्नोति तदा पदसंज्ञा गच्छति? एकनिमिषः, अत्र अग्रे सूत्रमस्ति भगिनि एकम्. अस्तु, पुष्पा भगिनी पठति वा भगिनी अत्र? अस्तु वा भगिनि, प्रायः सा गतवती. रामप्रिया भगिनी भवती करोति वा? आं महोदय. आकडारादेका संज्ञा अस्मात् सूत्रात् आरभ्य कडारकर्मधारये पर्यन्तम् एकस्य रूपस्य एका एव संज्ञा अर्हा. तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं, परस्य संज्ञासूत्रस्य बलं विप्रतिषेधे परं कार्यम् इत्यनेन अथवा अपवादभूतत्वात्. इदानीम् एतत् सूत्रम् अखडारादेका संज्ञा इति सूत्रं अस्मात् सूत्रात् आरभ्य इत्युक्ते एतत् सूत्रात् आरभ्य कडारकर्मधारये इति सूत्रपर्यन्तम् एकस्य रूपस्य इत्युक्ते एकशब्दरूपस्य एका एव संज्ञा भवति. इत्युक्ते यदा वयम् इदानीं दृष्टवन्तः षस् आरभ्य सुप् पर्यन्तम् असर्वनामस्थानसंज्ञा अपि अस्ति, यदा यकार अजादि यकारादयः अजादयः अस्ति चेत् तत्र बसंज्ञा अपि प्राप्नोति. परन्तु विप्रतिषेधे परं कार्यम् इति इत्यनेन एक एव शब्दरूपस्य एक एव संज्ञा अर्हा इत्युक्ते अत्र एतत्तु स्वादिषु सर्वनामस्थाने इति सप्त सप्तदश किल अष्ट यचीबम् इति अष्टदश विप्रतिषेधे परं कार्यम् इति यचीबं भसंज्ञा एव यदा शस् इति स्वीकुर्मः चेत् अजादिः अस्ति अस् इति भव आम् अस्ति भवति तत्तु तत्र स्वादिषु सर्वनामस्थाने अस्य अपि प्रसक्तिः अस्ति यसीबं यचीबम् इत्यस्य अपि प्रसक्तिः अस्ति परन्तु यदा आकडारादेका संज्ञा वदति विप्रतिषेधे परं कार्यम् इति सूत्रेण यचीबं बसंज्ञा एव प्राप्नोति पूर्वतनशब्दस्वरूपम् इदानीम् अत्र सरला भगिनी भवत्याः प्रश्नस्य उत्तरं प्राप्तं वा शुभसंज्ञा प्राप्नोति सर्वनाम पदसंज्ञा गच्छति इत्युक्ते भसंज्ञा यदि असर्वनामस्थानसंज्ञकप्रत्ययः अजादिः वा यकारादिः वा अस्ति तर्हि तस्मात् पूर्वं यः शब्दस्वरूपः अस्ति तस्य भसंज्ञा भवति अन्ये पदसंज्ञां प्राप्नुवन्ति अस्तु अस्माकं सुबन्त एकविंशति प्रत्यया प्रत्ययेषु यकारादय प्रत्यय नास्ति यकारादयः नास्ति प्रायः अग्रे अत्र कप्रपर्यन्तं विषयः अस्ति किल भगिनि अस्तु इदानीं किं कुर्मः अत्र एकः संशयः अत्र विप्रतिषेधे परं कार्यम् इति दत्तम् अत्र यचीबम् इति सूत्रं चतुर्थपादे अष्टविंशति सूत्रम् अस्ति स्वादिष्व सर्वनामस्थाने सप्तविंशति सूत्रमस्ति अष्टादशसूत्रं सप्तदशसूत्रं सूत्रम् अतः यशीबं बंसङ्ख्यः एव प्राप्नोति ये यजादि अजादिप्रत्ययः वा यकारादिप्रत्ययः पदसङ्ख्या गच्छति परन्तु अत्र केन कारणेन प्रायः इदानीम् अत्र विद्याभगिनी वदति अहं चिन्तयामि अत्र अपवादत्वेन परन्तु विद्याभगिनी किं चिन्तयति अत्र किं प्रश्नः कः प्रश्नः प्रश्नः अत्र अत्र अजादिः वा यकारादिः वा प्रत्ययः अस्ति तस्मात् पूर्वस्थितस्य शब्दस्वरूपः भसंज्ञा प्राप्नोति न तु पदसंज्ञा अत्र अपवादत्वेन वा भगिनि अत्र अपवादत् अतः एव तत्र अकाड आकडारादेका संज्ञा इति सहायकसूत्रम् आगच्छति किल तेन सूत्रेण अत्र अपवादस्य यद्यपि यदि आकडारादेका संज्ञा इति नास्ति चेत् तर्हि तत्र तत्र पदसंज्ञा अपि भवेत् बसंज्ञा अपि भवेत् परन्तु अत्र आकडारात् एका इति एका संज्ञा इति सूत्रसहायकसूत्रम् आगत्य वदति एकस्य एकरूपस्य एकस्य एव एका एव संज्ञा इति तर्हि अत्र विप्रतिषेधे परं कार्यम् इत्यनेन तत्र द्वयोः सूत्रयोः युगपत् प्रसक्तिः अस्ति तत्र तुल्यबलविरोधः अस्ति परन्तु परसूत्रं परसूत्रस्य बलम् इति परन्तु अत्र अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा अन्यत्र अन्यत्र लब्धावकाशः द्वयोः कृते अपि अस्ति यकारः अजादयः अन्यत्रापि अस्ति अन्यत्रापि अस्ति अपि च असर्वनामस्थानसंज्ञकप्रत्ययः अन्यत्रापि अस्ति यत्र असर्वनामस्थान यत्र सर्वे असर्वनामस्थानसंज्ञकप्रत्ययाः अजादिः यकारादिः न किल भगिनि केचन असर्वनामस्थानप्रत्ययः यकारादि अजादिः नास्ति तस्य प्रायः तस्य कार्यक्षेत्रम् इतोपि न्यूनः बृहत् तथापि अत्र अहम् अपवादः इति न श्रुतवती. सर्वत्र आकडारात् एका संज्ञा इति परिभाषासूत्रेण विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रं बलवत् इति तावदेव प्रायः अपवादः इति अपि वक्तुं शक्नुमः. अत्र महोदय दत्तवान् किल, तत्र सर्वत्र परस्य संज्ञा सूत्रस्य बलं विप्रतिषेधे परं कार्यम् इत्यनेन अथवा अपवादभूतत्वात् इत्युक्ते कुत्रचित् तत्र विप्रतिषेधे परं कार्यं, कुत्रचित् तत्र अपवादभूतत्वात्. असर्वनामस्थानसंज्ञा इति तस्य कार्यक्षेत्रं बृहत् अस्ति इति कृत्वा बृहत् अस्ति अतः अहं चिन्तयामि अत्र प्रायः अपवादत्वम् इत्यनेन एव अत्र भसंज्ञा इत्यस्य प्रसक्तिः न तु तदेव भवति, न तु पदसंज्ञा यत्र कुत्रापि अजादिः वा यकारादिः वा प्रत्ययः भवति इति. बहु समीचीनम्. इदानीम् अत्र अग्रे गच्छेम. इदानीम् अत्र किञ्चित् समयः अस्ति, किञ्चित् अत्र किं कुर्मः इदानीं. सरला भगिनी, भवती अत्र वदति वा अत्र एकविंशतिप्रत्ययाः सन्ति, तेषु केभ्यः पूर्वं यः अत्र शब्दस्वरूपः भवति तस्य पदसंज्ञा भवति इति. अस्तु. निर्बन्धः तदनन्तरं यदि स औ अस् अम् औ पञ्चम प्रथमपञ्च प्रत्ययाः तस्य सर्वनामस्थानसंज्ञा अस्ति, तत्र पदं नास्ति. तदनन्तरं अजादिप्रत्ययः अस् आ तस्य असर्वनाम स्थानपदसंज्ञा अस्ति. किन्तु भ्याम् अजादिप्रत्ययः अस्ति अस् आ इ अस् अस् ओस् आम् इ ओस्. अन्याः वलादिप्रत्ययासि भ्यां भिस् भ्यां भ्यस् भ्यां भ्यस् सु ते असर्वनामस्थानपदसंज्ञा तेषां तिष्ठति. कारणं कि असर्वनामस्थान न ते तु सर्वे असर्वनामस्थानसंज्ञकप्रत्ययाः. असर्वनामस्थान स्वादिष्टसर्वनामस्थाने इति सूत्रेण प्रत्ययस्य आदौ ये शब्दस्वरूपमस्ति ते पदसंज्ञा प्राप्नोति. यदि अजादि अस्ति तर्हि तदा अत्र पृच्छामि एकनिमिष भगिनि एकनिमिष. अत्र अस् अस्ति प्रत्ययः द्वितीयविभक्ति बहुवचन प्रत्ययः अस्ति अस्. तस्मात् पूर्वं शब्दस्वरूपः तस्य का संज्ञा भवति? ओके. तस्य अस् प्रत्ययः अजादि अस्ति यच् भम् इति सूत्रेण भसंज्ञा प्राप्नोति. अतः तस्य असर्वनामस्थानसंज्ञा गच्छति. अतः न प्रत्ययस्य संज्ञा तु सर्वनामस्थानसंज्ञकसंज्ञा अथवा असर्वनामस्थानसंज्ञा. अत्र विषयद्वयम् अस्ति. किन्तु पदं प्रत्ययस्य संज्ञा का? प्रत्ययात् पूर्वं प्रत्ययस्य पूर्वं यदस्ति तस्य का संज्ञा अस्ति इति तस्य विषयद्वयं. प्रत्ययात् प्राक् यदस्ति तस्य भसंज्ञा वा पदसंज्ञा वा? प्रत्यय तु सर्वनामस्थानसंज्ञा वा असर्वनामस्थानसंज्ञा वा? प्रत्ययात् प्राक् पदसंज्ञा वा भसंज्ञा वा? भसंज्ञा भवति. अत्र अस् प्रत्ययः अस्ति चेत् तस्मात् प्राक् यः शब्दस्वरूपः अस्ति तस्य भसंज्ञा भवति. यथा भवती उक्तवती अत्र यदि वलादिप्रत्ययः अस्ति असर्वनामस्थान वलादिप्रत्ययः अस्ति, तस्मात् प्राक् शब्दस्वरूपस्य पदसंज्ञा भवति अजादि यकारादि असर्वसाम तस्य भसंज्ञा भवति, तस्य भसंज्ञा भवति, तदेव. अस्तु, इदानीं हेमा भगिनि, भवती अत्र इदानीं गृ इति धातुः अस्ति किल भगिनि, वदति वा रूपाणि? प्रयत्नं करिष्यामि महोदय. अत्र गृ इति अस्ति, गिर् इत्यस्मात् पर्यन्तं वयं प्राप्तवन्तः कुतः किल, गिर् योगः पर्यन्तं वयं प्राप्तवन्तः किल, गिर्योगः. एकनिमिषम् उपरि पश्यामि. गिरियोगः सकारः. तत्र भगिनी उक्तवती गिर् इति यत् अस्ति तत् तत्र धातुः अपि अस्ति, प्रातिपदिकमपि अस्ति, पदमपि अस्ति. तत्र रुवोरुपधाया दीर्घः तस्य निमित्तमस्ति धातुपदसंज्ञा अपि च पदसंज्ञा द्वयमपि अस्ति इति कृत्वा तत्र उपधाया अस्ति तस्य इकः दीर्घः भवति, अतः गीर् इति भवति. इदानीं रेफान्तः अस्ति, अवसाने अस्ति इति कृत्वा खरवसानयोर्विसर्जनीयः कारणेन रेफस्य विसर्गादेशः भवति, अतः प्रथमाविभक्ति एकवचने गीः इति रूपम्. तदनन्तरं एकनिमिषं, तदनन्तरं औ अस्ति तत्र गिरियोगः औ, केवलं मेलनमेव भवति गिरौ. तदनन्तरं अस् अस्ति, अत्र गिरः सकारस्य रेफः भवति खरवसानयोर्विसर्जनीयः अनेन. तदनन्तरम् अम् अस्ति, अत्र गिरं भवति वा गिरां भवति वा महोदय? गिरियोगः अम् एव खलु भगिनि अत्र? अस्तु, षष्ट्यामेव आम् इति अस्ति अत्र, षष्ट्यामेव अत्र गिरं पुनः गिरौ. तदनन्तरम् इदानीम् असर्वनामस्थानसंज्ञकाः सन्ति अत्र, अस्तः अस् अजादिः अस्ति इति कृत्वा तत्र भसंज्ञकः भवति. अत्र तर्हि भसंज्ञकः किमपि कार्यं नास्ति इत्युक्ते गिरः एव भवति तर्हि. तदनन्तरं गिरा, परन्तु इदानीं यत्र भ्याम् अस्ति तत्र वलादिः अस्ति इत्युक्ते तत्र भसंज्ञकः नास्ति, पदसंज्ञा भवति अत्र. पदसंज्ञा अस्ति चेत् अत्र रुवोरुपदाया दीर्घः तस्य प्रसक्तिः भवति. पदसंज्ञा धातुसंज्ञा अस्ति इति कृत्वा इकः दीर्घः भूत्वा गीर्भ्याम् इति भवति, तथैव गीर् एकः प्रश्नः अस्ति इदानीं, यथा गीर्योगः भ्याम् अस्ति, अत्र अन्यत् किमपि कार्यं भवति वा? पदसंज्ञा अस्ति अतः तस्य विसर्गः भवति वा रेपस्य? पुनः पृच्छतु महोदय, रेफस्य गीर्योगः किमर्थम् इत्युक्ते गीर् इति पदमस्ति, अतः धन्यवादः महोदय. केवलम् अत्र पूर्णं चिन्तनार्थम् अपि चिन्तनार्थं सत्यं. तर्हि गीर्भ्यां गीर्भिः. एकनिमिषम् अत्र लक्ष्मी भगिनी करोति इदानीं किञ्चित्, लक्ष्मी भगिनी करोति वा? आं महोदय, इदानीं गिर् योगः ए अत्र पुनः गिर् इति एकारः अजादौ इति कृत्वा बंसंज्ञकः गिर् बंसंज्ञकः इदानीं गिर् योगः भगिनि भगिनि भगिनि अत्र भं न अहं दोषाय उक्तवान् अत्र भसंज्ञकः भसंज्ञकः अस्तु अस्तु गिर् योगः ए गिरे अत्र भसंज्ञकः धातुः अस्ति इति कृत्वा तत्र रोः रोः उपधाया दीर्घः एकः तस्य प्रसक्तिः न भवति. अनन्तरं गिर् योगः भ्यां तत्र भ्याम् इति वल्प्रत्याहारे अस्ति भकारः वल्प्रत्याहारे अस्ति इति कृत्वा गिर् इदानीं गिर् पदं भवति अतः रोः रो रूपदाया दीर्घः एकः तस्य प्रसक्तिः गीर् इति रूपं निष्पन्नं गीर् योगः भ्यां गीर्भ्यां तथैव गीर्योगः गीर्भ्यः गीर्भ्यः सकारस्य ससोजशुरुः अनन्तरं करवचामयो विसर्जनीयः इति कृत्वा तत्र विसर्गः गीर्भ्यः इति रूपम्. अनन्तरं अस्तु भगिनि अस्तु अस्तु भगिनि इदानीम् अत्र मणिमहोदय किञ्चित् प्रयत्नं करोति वा अत्र षष्टिविभक्तिरूपाणि पञ्चमीविभक्तिरूपाणि महोदय. अस्तु त्रि अत्र एकवचने अधः भवसमीका अस्ति गीरः इति रूपं भवति महोदय अत्र दीर्घैकारः दीर्घैकारः दीर्घः इकः इत्यस्य प्रसक्तिः अस्ति वा अस्ति नास्ति नास्ति किमर्थं नास्ति अकारः अस्ति प्रति अकारः अस्ति अतः अतः तस्मात् अत्र शब्दस्वरूपः पदसंज्ञा भवति वा भासंज्ञा भवति वा भासमिका महोदय अकारः यकारः चेत् भासमिका इति समीचीनं केवलं चिन्तनार्थमेव महोदय. अस्तु अस्तु अग्रे गच्छतु. अतः गिरः इति रूपं भवति यथा उक्तं पूर्वं वलादिः अतः अत्र रो रो उक्तायाः दीर्घ इति कार्यं करोति अतः गीर् इति रूपं भवति. तदनन्तरं प्रदोषान् गीरः न प्रथम ऐ मीन् एकवचन न भगिनि न भगिनि गिरः गिरः एव भगिनि किमर्थं गिरः किमर्थम् इत्युक्ते अस् इति अकारादिप्रत्ययः अतः तस्मात् प्राक् यः शब्दस्वरूपः अस्ति तस्य पदसंज्ञा न भवति भासंज्ञा भवति अतः रुवोरुपधायाः दीर्घः इकः इत्यस्य कार्यं न भवति अत्र. अग्रे करोतु महोदय. गिरः गीभ्यां गीभ्यः रूपं भवन्ति. अनन्तरं अस्तु अस्तु महोदय पुष्पा भगिनी प्रयत्नं करोति इदानीं पुष्पा भगिनी अस्ति वा भगिनि षष्टिविभक्तिरूपाणि गिरः एव गिरः एव गिरः गिरोः गिराम् अस्तु भगिनि बहु समीचीनमस्ति. इदानीम् अत्र रामप्रिया भगिनी पूरयति वा अत्र. आम् गिर्योगः इ इदानीं सप्तमी विभक्तौ एकवचने तत्र तु इ इति अजादिप्रत्ययः अस्ति अतः गिर् इति पद ब संज्ञा प्राप्नोति. यचीबं क्षम्यता यचीबम् इति सूत्रेण ब संज्ञा प्राप्नोति गिरि इति रूपं गिर्योगः ओस् यदा वयं पूर्वं कृतवन्तः तत्रापि तदपि अजादिप्रत्ययः बसंज्ञा प्राप्नोति गिर् इति शब्दस्वरूपं गिरोः गिर् योगः सु तत्र सु इति तु अजादिः नास्ति स्वादिषु स्वरनामस्थाने इति सूत्रेण गिर् इति पदसंज्ञा इदानीं प्राप्नोति. अत्र रोर् उपदाया दीर्घः एकः सि महोदय दीर्घः इकः इति सूत्रेण उपदायां स्थितवर्णस्य इक् वर्णस्य दीर्घत्वं प्राप्नोति. गीर्सु अत्र गीर्योगः सु इदानीं किं भवति भगिनि? गीर्योगः सु तत्र वर्णमेलनमेव गीर्सु. अन्यत् किमपि कार्यं नास्ति वा? उकारः अवसाने अस्ति. आं किमपि न किमपि कार्यं नास्ति महोदय. विद्याभगिनी एव किल किमपि अन्य कार्यम् इति चिन्तितवती. तदेव कार्यमपि किमपि अन्य इति चिन्तितवती. अत्र सकारः अपि च अपि अन्यत् किमपि वक्तव्यमस्ति वा अत्र? तत्र करवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः अस्ति वा इति द्रष्टव्यं. परन्तु तस्य अपवादः अस्ति, अतः अत्र तस्य कार्यं न भवति. खरिच इति वक्तुं शक्नुमः वा अत्र? परन्तु तत्तु पदान्ते न कार्यं करोति किल. अन्यवर्णः जलां स्थाने चर आदेशः करि परे किल. जल्वर्णः रेपः जल्वर्णः अस्ति वा? किमपि गीर्षु इति एव अस्ति. किमपि परिवर्तनं न भवति, न भवतु किमपि परिवर्तनं न भवति. परन्तु खरीच इत्यस्य प्रसक्तिः इत्युक्ते अत्र कोऽपि परिवर्तनं न भवति किल. रेपः जल् नास्ति. रेपः जल् नास्ति वा? नास्ति. मम संशयः जातः इदानीं, किञ्चित् भ्रमः. अस्तु, धन्यवादः. अत्र स्थगयामः. प्रायः वयं पूर्णतया कृतवन्तः. अद्य किमपि अस्ति, किमपि प्रश्नः, कोऽपि प्रश्नः अस्ति चेत् चर्चयिष्यामः, नो चेत् विरमामः इदानीम्. अस्तु, शुभरात्रिः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः महोदय.